पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 248 रुद्र उवाच अथ कृष्णस्तु रामेण रुक्मिण्या दारुकेण च दिव्यां स्यन्दनमारुह्य ययौ तूर्णं स्वमालयं ततः प्रविश्य नगरीं द्वारकां देवकीसुधः शुभे हि शुभलग्ने वै वेदोक्तविधिना हरिः उपयेमे नृपसुतां रुक्मिणीं रुक्मभूषितां तस्मिन्नुद्वाहसमये देवदुन्दुभयो दिवि विनेदुः पुष्पवर्षाणि ववर्षुसुरसत्तमाः वसुदेवोग्रसेनौ च तथा क्रूरो यदुत्तमः बलभद्रो महातेजा ये चान्ये यदुपुङ्गवाः चक्रुकृष्णस्य रुक्मिण्या विवाहं सुसुखं यथा नन्दगोपोऽथ गोपालैर्गोपवृन्दैः समागतः स्वलङ्कृताभिर्योषाभिर्यशोदा च समागता वसुदेवस्त्रियसर्वा देवकी प्रमुखास्तद्धा रेवतिरोहिणी देवी याश्चान्याः पुरयोषितः सर्वाण्युद्वाहकर्माणि चक्रो हर्षसमन्विताः सुराणामर्चनं प्रीत्या कर्तव्यं तत्र देवकी वृद्धाभिर्नृपयोषिद्भिश्चकारविधिना तदा सर्वमौद्वाहिकं कर्म उत्सवं हि द्विजोत्तमैः ब्राह्मणान् भोजयामास वस्त्रैराभरणैः शुभैः उग्रसेनादयस्तत्र राजानश्च सुपूजिताः नन्दगोपादयो गोपा यशोदाद्याश्च योषितः बहुभिः स्वर्णरत्नाद्यैर्वासोभिः सविभूषणैः पूजिताः सम्प्रहृष्टाश्चे तद्विवाहमहोत्सवे तौ दम्पती समाश्लिष्य प्रणतौ जातवेदसं वेदविद्भिर्विप्रमुख्यैराशीर्भिरभिनन्दितौ तस्यां विवाहवेद्यां तु शुशुभादे वधूवरौ ब्राह्मणेभ्योऽध वृद्धेभ्यो राजन्यः सह भार्यया ववन्दे देवकीपुत्रो ज्येष्ठस्य भ्रातुरेव च एव मौद्वाहिकं सर्वं निर्वर्त्य मधुसूदनः व्यसर्जयन् नृपान् सर्वाण्ये च तत्र समागताः प्रस्थिता हरिणा तत्र पूजिता नृपपुङ्गवाः ब्राह्मणा सुमहात्मानो निर्ययुः स्वकमालयम् रुक्मिण्या सह धर्मात्मा देवकी नन्दनो व्ययः उवास सुसुखेनैव दिव्यहर्म्यतले शुभे तया वैरमयामास नारायण इव श्रिया संस्थूयमानो मुनिभिर्दिवि देवगणैरपि अहन्यहनिहृष्टात्मा सुखेनैव जनार्दनः अथोवास सुशोभायां द्वारवत्यां सनातनः इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे श्रीकृष्णचरिते रुक्मिणीविवाहकथनं नाम 48 अधिक 200 तमोऽध्यायः ॐ